गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी वदतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशस्सुखकरी, विद्या गुरूणां गुरुः, विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, विद्या राजसु पूज्यते न तु धनम्, विद्या विहीनः पशुः। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादाः। विद्या नाम किम् इति प्रश्ने सति, या विमुक्तये सा विद्या। अस्माकं भारतीयविद्या एव विमुक्तये लाभाय भवति। पञ्चमी विभक्तिः इति विषयः समापितः। तस्मिन् अवसरे एव तः पर्यन्तं प्रयोगस्य चिन्तनमपि अभवत् गते वर्गे। अद्यतनपाठस्य सङ्ख्या अस्ति एकत्रिंशत्। पाठस्य सङ्ख्या एकत्रिंशत्। पाठस्य शीर्षकमस्ति कतिवारं पठानि। एकत्रिंशत्तमः पाठः अद्य आरभ्यते। कतिवारं पठानि? भगिनी, पठानि इति लिखितमस्ति, वदतु। लोट् लकारस्य उत्तमपुरुषे एकवचनम् अस्ति पठानि। उत्तमं। सर्वाणि रूपाणि वक्तुमिच्छति वा? आम् आं भगिनि। पठतु, पठतात्, पठतात्, पठताम्, पठन्, पठतु, पठतात्, पठन्, पठन्तु, पठ, पठ, पठ, पठतं, पठ, पठता, पठानि, पठाव, पठाम। उत्तमम्। पठ, पठतं, पठत, पठानि, पठाव, पठाम, लोट्लकाररूपाणि सन्ति। कतिवारं पठानि इति पाठस्य शीर्षकमस्ति। कति शब्दः भिन्नः, कियत् शब्दः भिन्नः। किम् इति प्रातिपदिकात् डति इति प्रत्ययस्य योजनेन कति इति रूपं सिद्ध्यति। सङ्ख्यापरिमाणे कति शब्दस्य प्रयोगः भवति इत्युक्ते क्वाण्टिटि रेप्रसेण्टिङ्ग् ए नम्बर्, क्वाण्टिटि रेप्रसेण्टिङ्ग् ए नम्बर्, तत्र कति शब्दस्य प्रयोगः भवति। कति शब्दः सर्वदा बहुवचने एव प्रयुज्यते। नित्यबहुवचनान्तशब्दः इत्युक्ते तस्य एकवचनरूपं द्विवचनरूपं नास्ति। रूपाणि सप्तसु विभक्तिषु कथं भवन्ति? कति, कति, कतिभिः, कतिभ्यः, कतिभ्यः, कतीनां, कतिषु, एवं रूपाणि भवन्ति। कतिशब्दः नित्यं तस्य प्रयोगः बहुवचने एव भवति। अपि च कतिशब्दस्य रूपाणि त्रिषु लिङ्गेषु समानानि, कतिशब्दस्य रूपाणि त्रिषु लिङ्गेषु समानानि, किन्तु कियत् इति शब्दः भिन्नः। कतिशब्दः किं प्रातिपदिकात् निर्मितम्। उदाहरणार्थं कानिचन वाक्यानि वदामि। वने कति वृक्षाः सन्ति? भारतदेशे कति नद्यः सन्ति? अस्मिन् वृक्षे कति फलानि सन्ति? इत्युक्ते सर्वदा बहुवचने एव तस्य प्रयोगः भवति। यद्यपि एकः एव वृक्षः अस्ति चेदपि कति सन्ति इति एव प्रष्टव्यम्। कति वृक्षाः सन्ति, कति नद्यः सन्ति, कति शब्दस्य प्रयोगः बहुवचने एव सदा भवति, किन्तु कियत् इति शब्दः भिन्नः। किं शब्दात् भिन्नप्रत्ययस्य योजनेन कियत् इति पदं सिद्ध्यति। कियत् शब्दः त्रिषु लिङ्गेषु सम्भवति। कियत् इति प्रातिपदिकमस्ति, त्रिषु लिङ्गेषु तस्य रूपाणि सन्ति। नपुंसकलिङ्गे कियत्, पुंलिङ्गे कियान्, स्त्रीलिङ्गे कियति। भवत्याः पार्श्वे कियत् धनमस्ति? भवत्याः पार्श्वे कियान् समयः अस्ति? कियान् कालः अस्ति? भवत्याः कियती शक्तिः अस्ति? कियत् शब्दस्य प्रयोगे रूपाणि सप्तसु विभक्तिषु त्रिषु वचनेषु त्रिषु लिङ्गेषु रूपाणि भिन्नानि भवन्ति, किन्तु कति शब्दस्य प्रयोगे तादृशः नास्ति। कति शब्दः संख्यापरिमाणार्थे भवति, किन्तु कियत् शब्दः हौ मच्, कियत् धनमस्ति, कियती शक्तिः अस्ति, कियान् कालः अस्ति इति प्रश्ने सति हौ मच् अमौण्ट्, हौ मच् क्वाण्टिटि इत्यस्मिन् अर्थे कियत् शब्दस्य प्रयोगः भवति. शीर्षकमस्ति कतिवारं पठानि, वारं पठानि द्वयोः पदयोः मध्ये सन्धिकार्यमस्ति. वदतु. वारं पठामि व्यञ्जनमस्ति, अनुस्वार सन्धि भवति. उत्तमं. तत्र सूत्रं किम्? मोनुस्वार. उत्तमं. तत्र निमित्तं किम्? निमित्तं व्यञ्जनवर्णम् अस्ति चेत् अनुस्वारः भवति, यदि स्वरवर्णः अस्ति चेत् मकारः भवति. उत्तमम्. अचुवर्णः अस्ति चेत् यथावत् तिष्ठति, व्यञ्जनवर्णः अस्ति चेत् अनुस्वारादेशः भवति. तत्र व्यञ्जने परे अनुस्वारः, महा इति षष्ट्यन्तं पदमस्ति, अनुस्वारः इति प्रथमान्तं पदमस्ति. अनुस्वारादेशः कदा? हलिपरे. अत्र एकं सम्भाषणं दत्तमस्ति, सम्भाषणस्य प्रसङ्गे एकवारं परिशीलयामः. आरभ्य इति एकं पदमस्ति, तस्मिन् प्रसङ्गे भवती वक्तुमिच्छति वा? आरभ्य लेबन्तमस्ति रब्धातुतः. इतोपि न जानामि भगिनि. कोऽपि वक्तुमिच्छति वा? कोऽपि स्मरयति वा? महोदय, भवान् स्मरयति वा? आङ्ग्लपूर्वक रब्धातोः लेबन्तम् अव्ययम् आरभ्य इति. उत्तमम्. क्त्वा प्रत्ययस्य स्थाने ल्यप् आदेशः भवति. समानकर्तृकयोः पूर्वकाले, समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वा प्रत्ययः विहितः भवति. समासः अस्ति, तस्मिन् समासे पूर्वपदम् उपसर्गः अस्ति चेत्, आरभ्य इत्यत्र पूर्वपदमस्ति आ इति उपसर्गः अस्ति, उपसर्गः अस्ति इत्यतः क्त्वा प्रत्ययस्य स्थाने ल्यप् आयाति. समासे अनै पूर्वे क्त्वो ल्यप् इति सूत्रमस्ति. समासे अनै पूर्वे क्त्वो ल्यप् इति सूत्रेण क्त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः विहितः भवति. अनै पूर्वे इति उक्तमस्ति इत्युक्ते नैसमासः अस्ति चेत् तथा न भवति. अकृत्वा, अपठित्वा, अखादित्वा, अगत्वा इत्येव वक्तव्यमस्ति. अगत्वा, अपठित्वा, अखादित्वा इत्यादिषु पदेषु नैसमासः अस्ति. तदर्थमेव ल्यप् विधायकसूत्रे किमुक्तमस्ति, समासे अनै पूर्वे क्त्वो ल्यप्. आ उपसर्गपूर्वकः रब् धातुतः निर्मितं पदम्. आरभ्य इति पदम् अव्ययपदं भवति, अव्ययपदं. तदर्थमपि एकं सूत्रमस्ति, क्त्वा तो सुन् कसुनः इति सूत्रेण क्त्वा प्रत्ययान्तपदानि अथवा यस्य अन्ते क्त्वा प्रत्ययः अस्ति तादृशानि पदानि अव्ययानि भवन्ति. अत्र ल्यप् प्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति इत्यतः ल्यबन्तपदानि अपि अव्ययानि. अव्ययम् इति कथनेन तस्य अर्थः कः इत्युक्ते तस्य रूपं सर्वत्र समानम् इत्युक्ते त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु तस्य रूपं समानम्. अव्ययम् इति कथनेन तत्रापि सुप्रत्ययस्य योजनं भवति आदौ, किन्तु तत्र अव्ययात् आप्सुपः इति विशिष्टसूत्रेण तस्य पदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. लोपः भवति इति कारणतः तत्पदम् अव्ययं भवति. अव्ययम् इति कथनेन तस्य अन्ते सुप्रत्ययः नास्ति तथा न चिन्तनीयम्. आदौ सुप्रत्ययस्य योजनं भवति, पश्चात् अव्ययात् आप्सुपः इति सूत्रेण अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. आरभ्य इति पदम् अव्ययपदमेव. सुबन्तानि अपि अव्ययानि भवन्ति. इमानि पदानि कृदन्त अव्ययानि, ल्यबन्तरूपम् अव्ययपदम्. इमानि अव्ययपदानि इत्युक्ते तेषाम् अन्ते सुप्रत्ययः आदौ अस्ति, पश्चात् तस्य लोपः भवति इति कारणतः अव्ययं भवति. पदं नास्ति चेत् तस्य प्रयोगः न करणीयः वाक्ये. पदं भवेत्, सुबन्तम् अथवा तिङन्तम् अस्ति चेदेव तस्य प्रयोगं कर्तुं शक्नुमः. प्रातिपदिकस्य प्रयोगः वाक्ये न कदापि भवति. प्रातिपदिकस्य प्रयोगं कृत्वा वाक्यरचनां कर्तुं न शक्नुमः. पदं भवति चेदेव तस्य प्रयोगं कर्तुं शक्नुमः वाक्येषु. रभ् धातोः प्रसङ्गे एकं सूत्रमस्ति, रभे रषभ् लिटोः इति सूत्रं, रभे रषभ् लिटोः इति सूत्रेण तस्मिन् धातौ नुमागमः भूत्वा आरम्भः, आरम्भणम्, आरम्भणीयम् इत्यादीनि पदानि सिद्ध्यन्ति. अत्र धातुः रभ् अस्ति, रभ् धातुः आत्मनेपदी धातुः, अतः तस्य रूपं रभते अस्ति. आ उपसर्गः अस्ति चेत् आरभते, आरभ्यते किं कर्मणि प्रयोगे, कर्मणि प्रयोगे आरभ्यते. पश्यन्तु आरभते भिन्नं पदं, कर्तरि लट् आरभते, कर्मणि लट् आरभ्यते, कर्मणि लट् अस्ति. तत्र धातुः रभ् अस्ति, आरम्भः, आरम्भणीयम्, आरम्भणम् इत्यादीनि पदानि कथं सिद्ध्यन्ति इत्युक्ते तेषां पदानां निर्माणसमये एकं विशिष्टं सूत्रं कार्यं करोति, तेन तत्र नुमागमः भवति. रभे रषभ् लिटोः इति सूत्रेण नुमागमः भूत्वा घञ्यन्तरूपम् आरम्भः, ल्युडन्तरूपम् आरम्भणम्, अनियर्रूपम् आरम्भणीयम्, आरम्भणीयम्. अत्र नुमागमः दृश्यते, कुतः आयाति इति प्रश्ने सति तत्र विशिष्टसूत्रेण आयाति. आरभ्य इति ल्यबन्तपदमस्ति. सम्भाषणं वदतु. सम्भाषणं लुडन्तपदमस्ति. एवमेव भगिनि, ल्युडन्तमस्ति. अत्र सर्ग अस्ति, भाषणं धातुतः सम्भाषणं भाष धातु. महोदय भवान् वदतु. सम् इति उपसर्गपूर्वक, भाष् इति धातोः ल्युडन्तं पदं, ल्युडन्तं पदं सम्भाषणम् इति भवति. भाषते, भाषेते, भाषन्ते इति भाष् धातोः आत्मनेपदी रूपं भवति. भाष्यते, भाष्यते, षकारः निमित्तमस्ति इत्यतः अणत्वमपि भवति. सम्भाषणं तत्र एकस्मिन्नेव पदे एव, भाषणम् इत्यस्मिन् पदे एव निमित्तम् अपि च निमित्ती द्वयमपि अस्ति, किन्तु साक्षात् अनन्तरं नास्ति. अट्कुप् वाङ्नुं व्यवायपि सूत्रेण भाषणम् इत्यस्मिन् अणत्वं भवति, अत्र सम्भाषणमस्ति. आरभ्य इति ल्यबन्तपदमस्ति. क्त्वाप्रत्ययस्य स्थाने ल्यप्रत्ययस्य आदेशः भवति. क्त्वाप्रत्ययः कित् अस्ति, कित् अस्ति इति कारणतः अस्मिन् प्रत्यये इत्युक्ते ल्यप्रत्यये अपि कित्वम् अतिदिश्यते. कित्वस्य अतिदेशः भवति, अध्यारोपणं भवति. यथा कित् प्रत्ययः प्रवर्तते तथा एव ल्यप्रत्ययः अपि प्रवर्तते. क्त्वाप्रत्ययस्य लक्षणानि अस्मिन् प्रत्यये अध्यारोप्यन्ते. कित्वस्य लक्षणानि कानि? प्रत्ययः कित् अस्ति चेत् गुणनिषेधः भवति. धातुः सम्प्रसारणी अस्ति चेत् सम्प्रसारणं भवति. कित् प्रत्ययस्य धर्माः अस्मिन् प्रत्यये अपि अध्यारोप्यन्ते. प्रत्ययः कित् अस्ति चेत् गुणनिषेधः भवति खलु. उदाहरणार्थम् इगन्तधातुः अथवा इगूपधातुं स्वीकुर्मः चेत् अवगन्तुं शक्नुमः. भुज् धातुः अस्ति चेत् लघुपधधातुः खलु. भुज् धातोः परं क्त्वा प्रत्ययः अस्ति चेत् भुक्त्वा इति रूपं सिद्ध्यति. भुज् धातुः लघुपधधातुः, तदर्थं गुणकार्यं भवनीयं, किन्तु तत्र न भवति. किमर्थं न भवति? क्त्वा प्रत्ययस्य कित्वात् न भवति. क्त्वा प्रत्ययः कित् अस्ति इति कारणतः गुणकार्यम् अभूत्वा भुज् धातोः परं ल्युट् अस्ति चेत् गुणकार्यं भवति, भोजनं भवति. किन्तु भुज् धातोः परं क्त्वा प्रत्ययः अस्ति चेत् भुक्त्वा इति रूपं भवति. तत्र सन्धिकार्याणि सन्ति इति अन्या वार्ता, किन्तु गुणकार्यं निषिध्यते प्रत्ययस्य कित्वात्. एवमेव भुज् धातुं स्वीकुर्मः चेत् ल्यवन्तरूपं किं भवति? सम्भुज्य, सम्भुज्य इति रूपं भवति. सम् उपसर्गः अस्ति, भुज् धातुः अस्ति, ल्यप् अस्ति चेत् सम्भुज्य इति भवति. किमर्थम् एवं रूपं पश्यामश्चेत् तत्रापि गुणकार्यं न दृश्यते. किमर्थं चेत् क्त्वा प्रत्ययस्य स्थाने ल्यपायति इति कारणतः कित्वम् अस्मिन् प्रत्यये अपि अतिदिश्यते. अतिदिश्यते इत्युक्ते अतिदेशः भवति. अतिदेशसूत्रम् इति वयं पठितवन्तः खलु. अतिदेशः इत्युक्ते यस्य स्वभावः तादृशः नास्ति, भिन्नस्वभावः, तस्मिन् प्रत्यये अध्यारोप्यते अतिदेशसूत्रेण. सार्वधातुकम् अपित् इति सूत्रं वयं पठितवन्तः. तत् सूत्रम् अतिदेशसूत्रम् इत्युक्ते यस्य प्रत्ययस्य स्वभावः तादृशः नास्ति, सः प्रत्ययः भिन्नरीत्या प्रवर्तते. सार्वधातुकम् अपि इति तत्र प्रत्ययः साक्षात् नित् नास्ति चेत् अपि सार्वधातुकप्रत्ययः अपि अस्ति चेत् निद्वत् प्रवर्तते इति वयं पठितवन्तः. एवमेव अत्रापि क्त्वा प्रत्ययस्य स्थाने लेपागतः इत्यतः कित्वम् अस्मिन् प्रत्यये अपि अस्ति. तदर्थं गुणनिषेधः सम्प्रसारणकार्यम् इत्यादीनि कार्याणि भवन्ति इति एका वार्ता ल्यप्रसङ्गे. इदानीं सम्भाषणं पठनीयम्. सुन्दरमहोदयः आचार्यः, सूर्यकुमारी भगिनी छात्राः सम्भाषणं पठन्तु. आचार्य प्रणामाः. प्रणामाः. सर्वे समागताः वा? आम्. साधु, ह्यः पठितवान् गीताश्लोकान् सर्वे, कण्ठस्थीकृतवन्तः किम्? तत्र पठितवान् अस्ति वा पाठितवान् अस्ति वा? ओ सोरि सोरि, क्षम्यतां भगिनि. साधु, ह्यः पाठितान् गीताश्लोकान् सर्वे, कण्ठस्थीकृतवन्तः किम्? अहमपि योगेश भगिनि. क्षम्यतां श्रीमन्, अहं न कृतवान्, किन्तु एकवारं पठितवान्. अधुना सञ्जयः. अहं पञ्चवारं पठितवान्. अधुना श्रद्धा. श्रीमन्, अहं पञ्चवारं पठितवती. आचार्यः, समीचीनं. योगेश, त्वमपि वारं वारं पठ. एकवारं पठनेन अर्थबोधः न भवति. यदा वयं त्रिवारं चतुर्वारं वा पठामः तदा सम्यक् अवगन्तुं शक्नुमः. अस्तु, इदानीं सर्वेपि द्विवारं श्लोकान् उच्चारयन्तु, तदनन्तरं नूतनान् श्लोकान् पठामः. श्रीमन्, अद्य आरभ्य वयं वारं वारं पठामः. अद्य आरभ्य अहं श्लोकम् एकवारं वदामि, भवन्तः तमेव श्लोकं द्विवारं वदन्तु. तथैव भवतु श्रीमन्. अत्र कानिचन नूतनानि पदानि सन्ति, तेषां प्रसङ्गे चिन्तनं करवाम. प्रणामाः, महोदय वदतु. प्र इति उपसर्गपूर्वक नम् धातोः घञ् प्रत्ययः इति मन्ये. घञ् प्रत्ययः योजनेन प्रणामः इति भवति. किमर्थं दीर्घः इति न जाने, सम्यक् न जानामि. नम् धातुः कीदृशः? नम् धातौ उपधायां ह्रस्वकारः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण घञ् प्रत्यये परे. घञ् प्रत्ययः कीदृशः? घञ् इति कथनेन आदौ घकारः अस्ति. घकारः लशक्वतधिते इत्यनेन घकारस्य इति संज्ञा भवति. घञ् इति कथनेन चवर्गीय अन्तिमव्यञ्जनं तत्र अस्ति. चवर्गीय अन्तिमव्यञ्जनं हलन्त्यं सूत्रेण इति संज्ञकः भवति. इत्युक्ते घञ् प्रत्ययः इणित् प्रत्ययः. इणित् प्रत्यये परे अत उपधायाः वदतु. अत उपधायाः णिति प्रत्यये परे दीर्घ वृद्धिः भवति. वृद्धिः भवति. नम् इत्यत्र मकारात् पूर्वम् अथवा नकारोत्तरवर्ती अकारः अस्ति, ह्रस्व अकारः अस्ति, उपधायां ह्रस्वकारः अस्ति इत्यतः अत उपधायाः इति सूत्रेण वृद्धिः भूत्वा अकारस्य वृद्धिसंज्ञकवर्णः आकारः, अतः नामः इति रूपं भवति. तत्र णत्वमपि भवति. अन्या वार्ता एका अस्ति. पूर्वं महोदयेन पृष्टमासीत् सन्नन्तानाम् अपि उपसर्गः युज्यते वा? सन्नन्तधातवः इत्युक्ते सन् प्रत्ययस्य योजनेन सन्नन्तधातूनां निर्माणं भवति. सन्नन्तधातूनां प्रसङ्गे अपि उपसर्गस्य योजनं भवति वा? तादृशं रूपम् अस्ति वा इति प्रश्नः आगतः पूर्वं. तदर्थं वदन्ती अस्मि. पठ् धातुतः सन्नन्तधातुः नूतनधातुः, सन् प्रत्ययस्य योजनेन नूतनधातुः पिपठिषा इति नूतनधातोः निर्माणं भवति. उपसर्गस्य योजनेन प्रापिपठिष्य इति रूपं सिद्ध्यति. इत्युक्ते सनन्तानां प्रयोगे अपि ल्यवन्तरूपाणि अपि च क्त्वान्तरूपाणि सम्भवन्ति. प्रापिपठिष्य इति रूपं सिद्ध्यति. एवमेव गम् धातुतः सन् प्रत्ययस्य योजनेन जिगमिष इति नूतनधातोः निर्माणं भवति, तत्रापि उपसर्गस्य योजनेन ल्यबन्तरूपं सिद्ध्यति, आजिगमिष्य आजिगमिष्य इति रूपं सिद्ध्यति. इत्युक्ते सन्नन्तधातूनां प्रसङ्गे अपि कृदन्तरूपाणि सम्भवन्ति. इत्युक्ते नूतनधातुः अस्माभिः निर्मितः धातुः, धातोः परं कृत् प्रत्ययस्य योजनेन कानिचन कृदन्तपदानि सिद्ध्यन्ति. प्रणामः इति पुंलिङ्गपदमस्ति, घञन्तरूपाणि पुंलिङ्गपदानि एव भवन्ति खलु. नियमः अस्ति स्त्रियां क्तिन्, स्त्रियां क्तिन् सूत्रमस्ति, क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गे एव भवन्ति, स्त्रियां क्तिन्. किन्तु अत्र किं सूत्रमस्ति इति अहं न जानामि. पुंलिङ्गपदानि घञन्तरूपाणि. अग्रिमे वाक्ये समागताः, समागताः वदतु. सम्पूर्वक गम् धातोः, सोरि, गम् धातोः तप्रत्ययः योजनेन गतः इति अर्थः भवति, परन्तु आङ्ग् उपसर्गपूर्वक आगतः इति रूपं भवति. सम्पूर्वक आङ्ग् सम् उपसर्गपूर्वक आङ्ग् उपसर्गपूर्वक गताः इति रूपं सिद्ध्यति, समागताः इति अन्तिमं रूपं सिद्ध्यति. उत्तमं. गम् धातुतः गत, सर्वे समागताः इति लिखितमस्ति. इत्युक्ते बहुवचने आवश्यकमस्ति, सर्वे इति बहुवचनरूपमस्ति इत्यतः सर्वे समागताः. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् निति इति सूत्रेण कित् प्रत्यये परे, अत्र कित् प्रत्ययः कः, कताप्रत्ययः, कताप्रत्ययः कित् अस्ति इत्यतः क्निति परे अनुनासिकलोपः भूत्वा गम् धातुतः गत इति रूपं सिद्ध्यति. सम् उपसर्गपूर्वकः आ उपसर्गपूर्वकः गम् धातुतः कताप्रत्ययस्य योजनेन समागत प्रातिपदिकं. किन्तु पुंलिङ्गे आवश्यकम्. अत्र कित् प्रत्ययस्य कारणतः एव मकारस्य लोपः भवति किल, तदेव वा निमित्तमस्ति कित् प्रत्ययः. झलिक् निति इति लिखितमस्ति, झलादिकित् प्रत्यये परे इति वक्तव्यम्. सूत्रे अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् निति इति कथनेन, झलिक् निति इति कथनेन झलादिप्रत्ययः भवेत्, कित् प्रत्ययः भवेत्. अनुदात्तोपदेशधातुः अनुनासिकान्तधातुः अपि भवेत् तदानीम् एव तत्र अनुनासिकलोपः भवति. अत्र मकारः अनुनासिकवर्णः, अतः अनुनासिकलोपः भवति. अन्यत् उदाहरणमपि अस्ति वा? रम् धातुः अस्ति चेत् रत, यम् अस्ति चेत् यत, मन् अस्ति चेत् मत. ओ तादृशं वा. मन् धातोः रूपं किमस्ति? मन् मत, मत, मतम्. मन् धातोः प्रसङ्गे लटि रूपं पश्यामश्चेत् मन्यते. अहं मन्ये इति वदामः खलु, तस्य रूपं तादृशम् अस्ति इति मन्ये. तत्र मन्ये इति उत्तमपुरुष एकवचनरूपम् अस्ति. मन् धातुः दिवादिगणे अस्ति इत्यतः मन्यते इति रूपम् अस्ति. तत्र मन् धातोः अन्ते अनुनासिकवर्णः अस्ति, अनुनासिकान्तधातुः, अतः मन् धातोः क्तान्तरूपं मत, कतावतरूपं मतवान्. अत्र कित् प्रत्यये परे इति लिखितम् अस्ति, कताप्रत्ययः, क्तवाप्रत्ययः, क्तवतु प्रत्ययः, क्तिन् प्रत्ययः, एते चत्वारः प्रत्ययाः कितः सन्ति. अतः एतेषां चतुर्णां रूपसाधनसमये अनुनासिकलोपः भवति. अतः एव गम् धातोः क्तान्तरूपं गत, क्तवतरूपं गतवान्, क्तवान्तरूपं गत्वा, क्तिन् रूपं गतिः. इत्युक्ते चतुर्षु रूपेषु अनुनासिकलोपः भवति. अत्र समागताः इत्युक्ते, समागताः इत्युक्ते सर्वे मिलिताः इति अर्थः, सर्वे सर्वेषां मेलनं भवति इति अर्थः, एकत्र एव सर्वेषां मेलनं भवति इति अर्थः. सर्वे असेम्बल्ड् वा, सर्वे आगताः वा इति. सर्व इति प्रातिपदिकमस्ति. भगिनी भवती वदतु त्रिषु लिङ्गेषु रूपाणि. पुल्लिङ्गे अस्ति भगिनि, सर्वः, सर्वौ, सर्वे, सर्वं, सर्वौ, सर्वान्. नपुंसकलिङ्गे वदतु. सर्व सर्वः सर्वे सर्वाणि स्त्रीलिङ्गे सर्वा सर्वे सर्वाः इदानीं महोदय एकवारं स्मारयतु त्रिषु लिङ्गेषु द्वितीयाविभक्तिपर्यन्तं सर्वः सर्वौ सर्वे सर्वं सर्वौ सर्वान् पुल्लिङ्गे एवं स्त्रीलिङ्गे सर्वा सर्वे सर्वाः सर्वां सर्वे सर्वाः इति स्त्रीलिङ्गे नपुंसकलिङ्गे सर्वसर्वणि सर्वाणि सर्वसर्वणि सर्वं सर्वे सर्वाणि सर्वं सर्वे सर्वाणि ओके पुल्लिङ्गरूपं विस्मृतवान् नपुंसकलिङ्गं विस्मृतवान् सर्वं सर्वे सर्वाणि सर्वं सर्वे सर्वाणि उत्तमम् अग्रिमे वाक्ये पाठितान् गीताश्लोकान् द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति भगिनी भवती वदतु पाठितान् पाठितान् निजन्तरूपम् अस्ति भगिनि उत्तमं कथं ज्ञातवती निजन्तरूपम् अस्ति इति वृद्धि भवति पाठि निच् नास्ति चेत् रूपं किं पठितवान् पश्यन्तु पठितवान् रूपं भिन्नम् अत्र किमस्ति भेदः अस्ति खलु पठितवान् इति क्तवतु रूपम् अस्ति क्तवतु प्रत्ययः कर्त्रर्थकप्रत्ययः किन्तु अत्र किमस्ति क्तान्तरूपम् अस्ति पठित इति प्रातिपदिकम् अस्ति पठिता पठितं पठितः इत्यादीनि रूपाणि भवन्ति इतोपि णिच् अस्ति चेत् पाठित इति नूतनं प्रातिपदिकम् णिच् प्रत्ययस्य योजनेन पाठि इति नूतनधातुः पाठित इति प्रातिपदिकं पुंलिङ्गे पाठितः नपुंसकलिङ्गे पाठितं वदतु स्त्रीलिङ्गे पाठिता स्त्रीलिङ्गे पाठिता अत्र आचार्यः किं वदति ह्यः पाठितान् गीताश्लोकान् कण्ठस्थीकृतवन्तः किं सः पाठितवान् श्लोकान् पाठितवान् गते वर्गे केचन श्लोकाः पाठिताः आचार्येण केचन श्लोकाः पाठिताः तान् पाठितान् श्लोकान् भवन्तः सर्वे कण्ठस्थीकृतवन्तः किम् इति सः उक्तवान् अत्र णिच् अस्ति पाठितान् इत्यत्र कण्ठस्थीकृतवन्तः इति अस्ति खलु अस्माभिः ज्ञातव्यं किम् अस्ति इति भवन्तः सर्वे चिन्तयन्तु अस्मिन् प्रसङ्गे किमर्थं पृच्छन्ती अस्मि कण्ठस्थीकृतं कण्ठस्थीकरणं कण्ठस्थीकृतवन्तः कण्ठस्थीकुर्वन्ति कण्ठस्थीकृत्य इत्युक्ते सर्वाणि रूपाणि निर्मातुं शक्नुमः तत्र कण्ठस्थी इति रूपं पूर्वम् अस्ति तस्मात् परं क्ताप्रत्ययान्तरूपं योजयामश्चेत् कण्ठस्थीकृतं कण्ठस्थीक्रियते कण्ठस्थीकरणं कण्ठस्थीकुर्वन्ति कण्ठस्थीकृत्य इत्युक्ते ल्यबन्तरूपम् एतादृशानि रूपाणि निर्मातुं शक्नुमः अत्र कीदृशानि कार्याणि सन्ति इति अस्माभिः चिन्तनीयम् अहमपि सम्यक् न जानामि अतः न वदामि योगेशः इति पदम् अस्ति रोहिणी भगिनी भवती वदतु तत्र समासः कः योगस्य ईश्वरः योगस्य ईशः योगेशः सुरेशः वदतु सुराणाम् ईशः सुरेशः गणेशः गणानाम् ईशः गणेशः नरेशः नराणाम् ईशः नरेशः उत्तमं तत्र षष्टितत्पुरुषसमासः अस्ति योगेशः सुरेशः गणेशः नरेशः सुरेशः नरेशः इत्यत्र णत्वं भवति सुराणाम् ईशः नराणाम् ईशः तत्र णत्वं भवनीयं षष्टी बहुवचनरूपम् अस्ति इत्यतः निमित्तमस्ति इत्यतः णत्वं भवनीयं क्षम्यतां श्रीमन् इति लिखितमस्ति क्षम्यताम् इति कीदृशं पदम् कर्मणि लोट् महोदय भवान् वदतु क्षम् इति धातोः कर्मणि प्रयोगः करणेन यक् प्रत्ययस्य योजनेन क्षम्यते इति भवति. तदनन्तरं लोट् लोट् रूपं क्षम्यतां क्षम्येतां क्षम्यन्ताम् इति लोट् रूपाणि भवन्ति. क्षम् धातुः गणद्वये अस्ति, दिवादिगणे अपि अस्ति. दिवादिगणे अस्ति चेत् कर्तरी लट् रूपं क्षम्यते, कर्मणि लट् रूपम् अपि क्षम्यते एव. यक् प्रत्ययस्य योजनेन क्षम्यते. दृश् धातुः अस्ति चेत् दृश्यते, पठ् अस्ति चेत् पठ्यते, गम् अस्ति चेत् गम्यते. दृश्यते, गम्यते, पठ्यते इत्यादीनि रूपाणि लटीरूपाणि, किन्तु अत्र लोट् रूपं दत्तमस्ति. क्षम्यतां, दृश्यतां, पठ्यतां, गम्यतां, कर्मणि लोट्. तत्र रूपाणि कथं भवन्ति? क्षम्यतां, क्षम्येतां, क्षम्यन्तां, क्षम्यस्व, क्षम्येतां, क्षम्यध्वं, क्षम्यै, क्षम्यावहै, क्षम्यामहै, एवं रूपाणि भवन्ति. कर्मणि लोट् इति वदामः. श्रीमन् कोऽपि वदतु. श्रीयोगे वत् वत् प्रत्यय वतु प्रत्ययस्य योजनेन श्रीमान् इति भवति. तस्य सम्बोधनप्रथमा श्रीमन् इति भवति. हे श्रीमन् इति सम्बोधनप्रथमा. श्रीमान् इति पदस्य सम्बोधनप्रथमा श्रीमन् इति भवति. तदेव वतुप् इति प्रत्ययः भिन्नः, किन्तु अत्र प्रत्ययस्य नाम मतुप्. मतुप् प्रत्ययः यस्य यस्मिन् वा गुणाः सन्ति सः गुणवान्. तत्र गुण इति अकारान्तप्रातिपदिकमस्ति, रूप इति अकारान्तप्रातिपदिकमस्ति. अकारान्तप्रातिपदिकमस्ति चेत् तत्र मकारस्य स्थाने वकारः आयाति विशिष्टसूत्रेण, किन्तु प्रत्ययः तु मतुप् प्रत्ययः एव. अस्य, अस्मिन् वा, अस्ति, तस्मिन् अर्थे इमानि रूपाणि सिद्ध्यन्ति. रूपवान्, गुणवान्, धनवान्. वान् रूपं किमर्थम् आयाति इत्युक्ते तत्र प्रातिपदिकम् अकारान्तप्रातिपदिकमस्ति. गुण, धन, रूप एतानि प्रातिपदिकानि ह्रस्व अकारान्तप्रातिपदिकानि. इत्यतः तत्र मकारस्य स्थाने वकारः आयाति, किन्तु प्रत्ययः तु मतुप् प्रत्ययः. श्रीः अस्य, अस्मिन् वा, अस्ति. श्री इति कथनेन तत्र अकारान्तप्रातिपदिकं नास्ति इत्यतः मतुप् प्रत्ययः यथावत् तिष्ठति. अतः अत्र प्रातिपदिकमस्ति श्रीमत्. श्रीमत् इति प्रातिपदिकं. पुंलिङ्गे श्रीमान्, स्त्रीलिङ्गे किं भवति? श्रीमती. श्रीमती भवति. गुणवान् अस्ति चेत् गुणवती. धनवान् अस्ति चेत् धनवती. रूपवान् रूपवती कन्या, एवं वदामः. धनवती, श्रीमती इत्यादीनि रूपाणि मतुप्रत्ययान्तरूपाणि, किन्तु स्त्रीलिङ्गे रूपमस्ति. अत्र तु सम्बोधनरूपं दत्तमस्ति. पाठितान्, सूर्यकुमारी भगिनी, तत्र इडागमः भवति, तत्र किं चिन्तनमस्ति पाठितान् इत्यत्र? पाठितान् पाठि पाठि निजन्त धातुतः तावत् प्रत्यय निजन्त अस्ति चेत् नेरनिति इत्यनेन. नेरनिति नास्ति, निष्ठायां सेति. निष्ठायां सेति, क्षम्यतां, निष्ठायां सेति सूत्रेण नेः लोपः भवति. नेः लोप, आम्. पाठी इति धातुः, नूतनधातुः, तस्मात् परम् इडागमः भवति. तदर्थं किमस्ति? पाठीयोगः, ई योगः, क्त इति रूपम् अस्ति. तत्र इकारद्वयमस्ति चेत् असाधुरूपं सिद्ध्यति खलु. इत्यतः निष्ठायां सेटि इति विशिष्टसूत्रेण नेः लोपः भूत्वा पाठित इति रूपं सिद्ध्यति. तत्र स्थितस्य णिच् प्रत्ययान्तर्गत इकारस्य लोपः भवति. वदतु. तत् श्लोकं, तत् सूत्रं न जानामि. किं सूत्रं उक्तवती अधुना? निष्ठायां सेटि, णिजन्तानां प्रसङ्गे कानिचन विशिष्टसूत्राणि ज्ञातव्यानि. नेरनिटि इति एकं सूत्रं, निष्ठायां सेटि इति अन्यत् सूत्रम्, अपि च ल्यपि लघुपूर्वात् इत्यादीनि विशिष्टसूत्राणि णिजन्तानां प्रसङ्गे ज्ञातव्यानि. तत्र णेः लोपः भवति, तथा न भवति चेत् असाधुरूपं सिद्ध्यति. णिजन्तप्रसङ्गे इमानि सूत्राणि आयान्ति. अनुकूल कृत्प्रत्ययपरे निचलोपः भवति. पाठित इत्यत्र कण्ठस्थी कृतवन्तः केचन जनाः, अमरकोशं कण्ठस्थीकुर्वन्ति केचन जनाः, भगवद्गीतां कण्ठस्थीकुर्वन्ति. श्वीप्रत्ययः कण्ठस्थः इत्यत्र उपपदसमासः अस्ति. कण्ठस्थः इति कथनेन कण्ठे तिष्ठति, कण्ठे तिष्ठति इति कण्ठस्थः इति उपपदसमासः. कण्ठे तिष्ठति सोरि अखण्ड अकण्ठतिष्ठं कण्ठ सम्पद्यमानं कृतम् इति सोरि अकण्ठस्थः कण्ठस्थं सम्पद्यमानं कृतम् इति कथनेन श्वीप्रत्ययस्य योजनेन कण्ठस्थि कृतवन्तः इति रूपं सिद्ध्यति. श्वीप्रत्ययस्य प्रसङ्गे एकं विशिष्टं सूत्रमस्ति, सूत्रम् उपयुज्य अत्र विग्रहवाक्यं वक्तुमिच्छति सः. सुजाता भगिनी भवती वदतु. अहं न कृतवान् इति दत्तमस्ति, कृतवान् रूपं साधयतु. कृतवान् कृत् योगः तावत् कृत् योगः तावत् कृयोगः तावत् वर्णमेलनमेन कृतवान् प्रातिपदिकं कृतवत् कृयोगः तावत् अनुबन्धलोपे सति अनुबन्धवर्णानां निष्कासनं करणीयं. तावत् इत्यत्र अन्त्यस्थितः उकारः अनुनासिकः, तस्य लोपः भवति. उपदेशजनुनासिक इत्यनेन तस्य इति संज्ञा भूत्वा लोपः भवति. कता ककारस्य इति संज्ञा लसक्व तद्धिति इत्यनेन भवति. तवत् इति एव तत्र अवशिष्टप्रत्ययः. कृतवत् प्रातिपदिकमस्ति, पुंलिङ्गे कृतवान्. कृतवान् इत्यत्र इडागमः नास्ति, पठितवान् इत्यत्र इडागमः अस्ति. किमर्थम् कृतवान्? क्रूधातुः इडानुकूलः नास्ति. उत्तमम्. क्रूधातुः इडनुकूलः नास्ति. तावत् प्रत्ययः तु इडनुकूलः एव, किन्तु प्रत्ययः इडनुकूलः अस्ति चेत् तद् न पर्याप्तं. धातुः अपि सेट् भवेत्. क्रूधातुः अनिट् धातुः, किन्तु करिष्यति इत्यत्र इडागमः अस्ति. किमर्थम्? प्रत्यय आर्धधातुकप्रत्ययः अस्ति. प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, प्रत्ययः सेट् अपि, किन्तु धातुः सेट् नास्ति खलु. सूत्रमस्ति किल तादृशं. क्रूधातुः तु सेट् नास्ति एव, स्याप्रत्ययः सेट् एव. यथा तवतु प्रत्ययः अर्धधातुकस्येड्वलादेः इति सूत्रेण, अर्धधातुकस्येड्वलादेः अपि च नेड् वशीकृति इति सूत्रद्वयेन तवतु प्रत्ययः सेट् प्रत्ययः. कृत् प्रत्ययः अपि च वश्वर्णः नास्ति, तकारः वश् प्रत्याहारे नास्ति इत्यतः सेट् एव, प्रत्ययः सेट् एव. सकारादिप्रत्ययाः अपि सेटः, सर्वे सकारादिप्रत्ययाः सेटः, सर्वे तकारादिप्रत्ययाः सेटः, किन्तु धातव आनुकूल्यं नास्ति. किन्तु करिष्यति इत्यस्मिन् पदे विशिष्टसूत्रेण रुद्धनोः स्ये इति सूत्रेण इडागमः भवति. अपि च सञ्जयः इत्यत्र परसवर्णादेशं कृत्वा लिखितं. वदतु. संयोगः जयः अनुस्वारस्य स्थाने चवर्गीयपञ्चमवर्णः आयाति. परसवर्णः भवति अनुस्वारस्य इ परसवर्णः इत्यनेन मोनुस्वारः नास्ति. भ्रमः मास्तु, सूत्रद्वयमस्ति. अनुस्वारस्य ययि परसवर्णः इति अपदान्तकार्यं सम् इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव इत्यतः वापदान्तस्य इति सूत्रेण परसवर्णादेशः भवति। वापदान्तस्य अनुस्वारस्य ययि परसवर्णः इति सूत्रद्वयं सूत्रद्वयेन परसवर्णादेशः भवति। मोनुस्वारः नश्चापदान्तस्य झलि तत् सूत्रद्वयेन अनुस्वारादेशः भवति। नश्चापदान्तस्य झलि इति अपदान्तकार्यं, मोनुस्वारः इति पदान्तकार्यम्। एवमेव अत्रापि अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अपदान्त अनुस्वारस्य स्थाने परसवर्णादेशः भवति, किन्तु वापदान्तस्य इति सूत्रम् अत्र कार्यं करोति। श्रद्धा, श्रद्धा इति पदं श्रत् इति उपसर्गः इव कार्यं करोति। उपसर्गः नास्ति श्रत् इति, श्रत्ययोगः धा धातुः अस्ति तत्र, श्रद्धा इति पदं। पञ्च इति एकमेव पदमस्ति किल, कोऽपि सूत्रं न कार्यं करोति इति मन्ये। यत्र यत्र परसवर्णादेशः दृश्यते तत्र मूले तु वस्तुतः सः वर्णः दन्तनकारः एव, दन्तनकारस्य स्थाने अनुस्वारादेशः, पश्चात् परसवर्णादेशः। इत्युक्ते अत्र अनुस्वारस्य ययि परसवर्णः एकमेव पदमस्ति इति कारणतः एकवारं, द्विवारं, त्रिवारं, चतुर्वारं, पञ्चवारं, षड्वारं, वारं वारं, वारं वारम् इति कथनेन अर्थः कः? अनेकवारं, बहुवारम्। अनेक इति कीदृशं पदम्? इत्युक्ते एकस्मात् अन्यत्, एकः नास्ति चेत् अनेक, एकस्मात् अन्यत्, वारं वारं, तस्मिन्नेव अर्थे मुहुर्मुहुर्, मुहुः इति अन्यत् पदमपि अस्ति। पुनः पुनः करोति इत्यस्मिन् अर्थे पुनः पुनः अथवा मुहुर्मुहुर्, मुहुः इति पदम्। अवगन्तुम् इति पदमस्ति। रोहिणी भगिनी, अवगन्तुम् इति कथं साधनीयम्? गम् धातोः तुमन् प्रत्ययः अवसर्गपूर्वकः। उत्तमम्। अत्रापि परसवर्णादेशं कृत्वा लिखितमस्ति खलु? गन्तुम् इत्युक्ते तवर्गीय अनुनासिकव्यञ्जनं, दन्त्यनकारः अत्र आगतः। गम् इति धातुः अस्ति, गम् धातोः अन्ते मकारः अस्ति, मकारस्य स्थाने आदौ नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारादेशः भवति, पश्चात् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशः। इत्युक्ते तवर्गीय अनुनासिकव्यञ्जनं, दन्त्यनकारः आगतः। केवलं वर्णमेलनम्, अवयोगः गम् योगः तुमुन्, तुमुन् इति प्रत्यये नकारः हलन्त्यम् इत्यनेन अपगच्छति, उकारः अस्ति, सः उकारः इत्संज्ञकः नास्ति इति मया पठितम्। उकारः केवलम् उच्चारणार्थः, इत्युक्ते व्याकरणशास्त्रे इत्संज्ञायाः प्रयोजनं नास्ति चेत् इत्संज्ञा न कृता पाणिनिना, इत्युक्ते तस्य प्रयोजनं स्यात्, प्रयोजनमस्ति चेदेव तस्य वर्णस्य इत्संज्ञा भवति इति पाणिनेः सिद्धान्तः। तुमुन् इति प्रत्यये नकारः हलन्त्यम् इत्यनेन इत्संज्ञकः भवति, उकारः केवलम् उच्चारणार्थः, अन्ततो गत्वा तुम् एव अवशिष्यते। तुमुन् प्रत्ययान्तपदानि अव्ययानि भवन्ति, तुमुन् अपि कृदन्त अव्ययमेव, तुमुन् प्रत्ययान्तपदमपि कृदन्त अव्ययम्। तत्र तुम् उच्चारण इति वदति, तु अनुनासिक उकार नास्ति चेत् न उच्चारण खलु भगिनि? प्रत्ययस्य अवशिष्टभागः तुम् अस्ति, प्रत्यये तु उकारः। अहं कस्य प्रसङ्गे वदन्ती अस्मि, मकारोत्तरवर्ती उकारः, मकारस्य अनन्तरं यः उकारः अस्ति तस्मिन् प्रसङ्गे वदन्ती अस्मि। कुत्रचित् मया पठितम् उकारः अनुनासिकः नास्ति, तुमुन् प्रत्ययः अव्ययं भवति, इत्युक्ते यस्य पदस्य अन्ते तुमुन् प्रत्ययः अस्ति तत् पदम् अव्ययं भवति। तत्र एकं सूत्रमस्ति, कृण्मे जन्तः, कृण्मे जन्तः इति कथनेन मकारान्तकृत्प्रत्ययः यस्य पदस्य अन्ते अस्ति तत् पदम् अव्ययं भवति। सूत्रमस्ति कृण्मे जन्तः, कृण्मे इति कथनेन तत्र अनुनासिकसन्धिः भवति खलु? वदतु महोदय। लुत् कृत् योगे मे मकारः अनुनासिकसन्धिः भूत्वा तकारस्य अनुनासिकवर्णः आदेशः भवति तदधन तु कृन्मेजन्तः इति रूपं सिद्ध्यति. उत्तमं. तत्र एकं सूत्रमस्ति यरोऽनुनासिकेऽनुनासिको वा इति सूत्रेण अनुनासिकसन्धिः भवति. वा इति अस्ति इति कारणतः यरोऽनुनासिकेऽनुनासिको वा इत्युक्ते अनुनासिकवर्णः परः अस्ति चेत् तत्र अनुनासिकवर्णादेशः भवति. अत्र तकारस्य स्थाने अनुनासिकवर्णः तस्मिन् वर्गे दन्त्यनकारः एव अनुनासिकवर्णः इत्यतः तकारस्य स्थाने नकारादेशः. कृत् स्थाने कृन् इति भवति अनुनासिकसन्धिः भूत्वा. सूत्रमस्ति कृन्मे जन्तः अवगन्तुम् इत्युमुन्नन्तं पदम् अव्ययपदं भवति. सर्वेपि इति लिखितम् अस्ति, भवान् वदतु तत्र किमस्ति सर्वेपि इति? पूर्वरूपसन्धिः भवति सर्वे सर्वे अपि इति तस्य पूर्वरूपसन्धिः भवति. अत्र चिह्नम् अस्ति. किं चिह्नं? अकारस्य स्थाने चिह्नस्य नाम अवग्रहचिह्नम्. अकारस्य स्थाने अवग्रहचिह्नं भूत्वा तस्य रूपं सर्वेपि इति भवति. सर्वे योगे अपि बिकम्स् सर्वेपि इति दट् इस् पूर्वरूपसन्धिः भूत्वा. पूर्वरूप इति एव उक्तमस्ति, सन्धेः नाम एव पूर्वरूपसन्धिः. सर्वे इत्यत्र एकारः अस्ति, एकार अकारयोः मध्ये पदान्तकार्यम् इति वक्तव्यम् अस्ति. अत्र पदान्तकार्यं नास्ति चेत् यजोयवायावः सूत्रेण कार्यं भवति. पश्यन्तु तत्र यजोयवायावः इति सूत्रस्य अपवादसूत्रमेव एङ्गः पदान्तादति. यजोयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिः भवति स्म. इदं पदं नास्ति चेत्, अपदान्तकार्यम् अस्ति चेत् यजोयवायावः सूत्रेण यान्तवान्तादेशसन्धिः भवति. किन्तु अत्र सर्वे इति पदमस्ति, पदमस्ति इति कारणतः एङ्गः पदान्तादति इति सूत्रेण पदान्तकार्यं भवति. पदान्तकार्यम् इत्युक्ते सर्वे इत्यस्मिन् पदे एकारः अस्ति, तस्मात् परं ह्रस्व अकारः अस्ति. ह्रस्व अकारः परः अस्ति चेत् सन्धिकार्यं भूत्वा पूर्वरूपादेशः. पूर्वरूपं किम् अत्र? एकारः. सर्वेपि इति रूपं सिद्ध्यति. अत्र लेखनशैली एवम् अस्ति, अवग्रहचिह्नं स्थापयितुं शक्नुमः, अवग्रहचिह्नं नास्ति चेदपि साधु एव. अस्य शब्दस्य रूपद्वयम् इत्युक्ते द्वे लेखनपद्धती स्तः, शब्दस्य द्वे लेखनपद्धती स्तः. पद्धतिः इति तिन् प्रत्ययान्तरूपम् अस्ति. पद्धतिः, पद्धती, पद्धतयः. एङ्गः पदान्तादति इति सूत्रमस्ति, पूर्वरूपसन्धेः विधायकसूत्रमस्ति. इदं सूत्रं यचोयवायावः इत्यस्य अपवादसूत्रं. पूर्वरूपसन्धिकार्यं केवलं पदान्ते एव भवति इति मुख्यविषयः. तदनन्तरम् इति कथनेन तस्य अनन्तरं. वारं वारम् इति लिखितमस्ति खलु, महोदय भवान् श्रुतवान् वा? णमुल् इति एकः प्रत्ययः अस्ति. णमुल् णमुल् प्रत्ययान्तरूपाणि एवं भवन्ति, वारं वारम्. णमुल् प्रत्ययः वा? अहं न श्रुतवान् णमुल् प्रत्ययः. णमुल् इति एकः प्रत्ययः अस्ति, कृत् प्रत्ययः इत्युक्ते धातुतः विहितः भवति. वृधातुतः णमुल् योजनेन वारं वारम् आयति. स्मृधातुतः णमुल् योजनेन स्मारं स्मारम् इति भवति. श्रुधातुतः णमुल् योजनेन श्रावं श्रावम्. पाधातुतः णमुल् योजनेन पायं पायम् इति भवति. भुज् धातुतः णमुल् योजनेन भोजं भोजम्. स्मारं स्मारम् इति णमुल् प्रत्ययान्तरूपं स्मृधातुतः सिद्ध्यति. किन्तु तत्र अर्थः कः? प्रत्ययस्य अर्थः कः इत्युक्ते प्रत्येकं प्रत्ययस्य अर्थः उच्यते खलु. एवमेव अत्र णमुल् प्रत्ययस्य योजनेन स्मारं स्मारम् इति कथनेन स्मृत्वा स्मृत्वा स्मारं स्मारम् इत्युक्ते स्मृत्वा स्मृत्वा इति अर्थः. श्रुधातुतः श्रावं श्रावम् इति कथनेन श्रुत्वा श्रुत्वा, पायं पायम् इति कथनेन पीत्वा पीत्वा इति अर्थः. एकं वाक्यं वदामि अवगमनार्थं. पुत्रस्य पत्रं पाठं पाठं माता पुलकिता. इत्युक्ते पुत्रस्य पत्रं पठित्वा पठित्वा माता पुलकिता. पाठं पाठम् इति णमुल् प्रत्ययान्तरूपं. पठ् धातुतः णमुल् योजनेन पाठं पाठम् इति रूपं सिद्ध्यति. वारं वारम् इति रूपमपि णमुल् रूपम् अस्ति. वृ धातुतः वारं वारम् इति रूपं सिद्ध्यति. धातुः वृणोति इति भवति किल, लट् रूप लट् रूप लट् रूपं तदेव किल वृणोति. णमुल् प्रत्ययः अपि कृत् प्रत्ययः एव. कृत् इत्युक्ते धातुतः विधीयमानः प्रत्ययः, किन्तु तिङ् नास्ति. वदन्तु इति लिखितमस्ति. सुजाता भगिनी रूपाणि वदतु. वदतु, वदतात्, वदतां, वदन्तु, वद, वदतं, वदता, वदामि, वदाव, वदाम. उत्तमपुरुषे एकवचनं. वदानि वदानि. भवतु रूपाणि वदतु. भवतु, भवतां, भवन्तु, भवा, भवतं, भवता, भवानि, भवाव, भवाम. उत्तमम्. अन्तिमं वाक्यमस्ति तथैव भवतु. तथैव तत्र सन्धिकार्यं वदतु. तत् योगः एव तथैव वृद्धि भवति. पदविच्छेदं सम्यक् करोतु. योगः एव. रोहिणी भगिनी वदतु. तथा एव तथैव. तथा एव तथा एव. तत्र सूत्रं किम् अस्ति? वृद्धिरेचि सूत्रं. वृद्धिरेचि इति विधायकसूत्रमस्ति. संज्ञासूत्रं किम्? वृद्धिरादैच्. वृद्धिरादैच् इति वृद्धिः इति एका संज्ञा अस्ति. आत् ऐच् द्वयोः वृद्धिसंज्ञा अस्ति. वृद्धिरेचि इति विधिसूत्रमस्ति. तथा एव भवतु श्रीमन् इति सः उक्तवान्. अत्र अभ्यासः अस्ति. रोहिणी भगिनी भवती करोतु. कोष्ठके दत्तानां शब्दानाम् उपयोगेन यदोदाहरणं वाक्यानि रचयत. सप्तमी एकवचनं कोष्ठकम् इति शब्दस्य दत्तानां षष्ठी बहुवचनं दत्तानां दत्तं दत्त शब्दः दत्तः प्रथमाविभक्तिरूपं दत्तानां शब्दानां द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. दाधातोः रूपमेव दत्त क्तान्तरूपम् अस्ति. तत् रूपं साधयितुं दोदद्घोः इति सूत्रम् आवश्यकं. तदानीम् एव दाधातुतः दत्त इति रूपं साधयितुं शक्नुमः. अग्रे वदतु. उपयोगेन यदा उदाहरणं यदोदाहरणं वाक्यानि रचयत. रचयत कीदृशं पदम्? लोट् लोट् रूपमस्ति. मध्यमपुरुष बहुवचनमस्ति. सुजाता भगिनी भवती वक्तुमिच्छति वा रूपाणि? आं भगिनि. रचयतु, रचयतात्, रचयतां, रचयन्तु, रचयन्तु, रचयतं, रचयता, रचयामि, रचयाव, रचयाम. उत्तमं. रचयत इति लोट् लकारः, मध्यमपुरुष बहुवचनरूपमस्ति. वाक्यानि इति कर्मपदमस्ति. इदानीं रोहिणी भगिनी वदतु. दीपावली वर्षे एकवारं भवति. दीपानाम् आवलिः दीपावलिः. दीपावली अत्र आवलिः दत्तमस्ति वा नो चेत् आवली इति दत्तमस्ति वा? आवलिः इति एकं पदमस्ति, आवली इति दीर्घ ईकारान्तपदमपि अस्ति. इत्युक्ते मतिशब्दवत् आवलिः इति ह्रस्व ईकारान्तपदमपि अस्ति, दीर्घ ईकारान्तपदमपि आवली इति अस्ति. आहत्य आवलिः नाम किम्? उत्तमं. श्रेणी अथवा पङ्क्तिः इति वक्तुं शक्यते. दीपानाम् आवली दीपावली, तत्र समासः कः? षष्टितत्पुरुषः. षष्टितत्पुरुषसमासः अस्ति. आवलिः इत्युक्ते श्रेणी, दीपानां पङ्क्तिः. वर्षे एकवारं भवति इति लिखितमस्ति. वर्षा इति आकारान्तपदमस्ति. वर्षा इति कथनेन वृष्टिः भवति. वर्षा इति कथनेन वृष्टिः, किन्तु अत्र किं दत्तमस्ति? वर्षः इत्युक्ते वत्सरः, संवत्सरः इति अर्थः अस्ति. किन्तु आकारान्तपदं वर्षा इति कथनेन वृष्टिः इति अर्थः अस्ति. वृष्टेः प्रसङ्गे एकं विशिष्टं पदमस्ति, प्रावृट्. प्रावृट् इति कथनेन वर्षाकालः इति अर्थः अस्ति. विशिष्टं पदं प्रावृट्. वर्षे एकवारं भवति दीपावली. प्रावृट् इति शकारान्तशब्दः किल, मूर्धन्यशकारशब्दः किल. प्रावृट् प्रावृषौ प्रावृषः इति रूपाणि भवन्ति किल. सूर्यकुमारी भगिनी भवती करोतु अग्रिमं वाक्यं. गुरुः छात्रान् पाठयति एकवारं. गुरुः छात्रान् एकवारं पाठयति. दीपावली वर्षे एकवारं भवति इति तु साधु. गुरुः छात्रान् अत्र पञ्च एव पदानि दत्तानि खलु, एकवारं, बहुवारं, कदा, वारं वारं, अद्य आरभ्य. पुनः पठतु वाक्यं. गुरुः छात्रां सम्भाषणविषये एकवारं पाठयति. एकवारं पाठयति इति चिन्तयतु. अत्र वाक्यं पुनः परिशीलयतु. गुरुः छात्रान् छात्रान् पाठयति. मम आशयः कः इत्युक्ते अत्र छात्रान् इति द्वितीयविभक्तिरूपं दत्तमस्ति. किमर्थम्? ओ गतिबुद्धि शब्द कर्मणा कर्मयोः कर्ता स नौ. उत्तमं. वक्तुमिच्छति वा तस्मिन् प्रसङ्गे? पाठयति क्रियापदं शब्दकर्म अस्ति चेत् द्वितीय भवति निजन्तधातु निजन्त प्रयोगे. इतोपि स्पष्टतया वक्तव्यमस्ति. प्रयोज्यकर्ता द्वितीयं भवति. साधु साधु. पाठयति इति णिजन्तरूपमस्ति. पाठि णिजन्तधातुः अस्ति. णिजन्तानां प्रसङ्गे प्रयोजककर्ता एकः अस्ति, प्रयोज्यकर्ता अपि अस्ति. प्रयोजककर्ता प्रयोज्यकर्ता. अस्मिन् वाक्ये गुरुः प्रयोजककर्ता, छात्राः प्रयोज्यकर्तारः. प्रयोज्यकर्तारः. प्रयोजककर्ता गुरुः, प्रयोज्यकर्ता छात्रः. णिजन्तानां प्रसङ्गे साधारणतया प्रयोज्यकर्तुः. पुनः वदामि, णिजन्तानां प्रसङ्गे सामान्यतया प्रयोज्यकर्तुः. अत्र प्रयोज्यकर्ता कः? छात्रः. प्रयोज्यकर्तुः साधारणतया तृतीया भवति, तृतीया विभक्तिः भवति. कथं? माता पुत्र्या ओदनं पाचयति. माता इति प्रयोजककर्ता, पुत्री इति प्रयोज्यकर्ता. माता पुत्र्या ओदनं पाचयति. पाचयति इति णिजन्तक्रियापदं. णिजन्तप्रयोगेषु प्रयोजककर्ता प्रयोज्यकर्ता अस्ति चेत् तदा सामान्यतया प्रयोज्यकर्तुः तृतीया विभक्तिः भवति इति साधारणनियमः. किन्तु तत्र विशेषाः सन्ति. केषाञ्चन धातूनां प्रसङ्गे, विशिष्टधातूनां प्रसङ्गे, परिगणितानां विशिष्टधातूनां प्रसङ्गे, निजन्तप्रयोगेषु प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति. प्रयोज्यकर्ता कर्मसंज्ञां प्राप्नोति. प्रयोजककर्ता सदा प्रथमाविभक्तिः एव भवति. प्रयोजककर्ता गुरुः इति प्रयोजककर्ता, तस्य प्रथमाविभक्तिः एव भवति. किन्तु प्रयोज्यकर्तुः सामान्यतया तृतीयाविभक्तिः भवति. किन्तु विशिष्टधातूनां प्रसङ्गे निजन्तप्रयोगेषु द्वितीयाविभक्तिः भवति. इत्युक्ते प्रयोज्यकर्ता कर्मसंज्ञां प्राप्नोति. सूत्रं किमित्युक्ते, गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति सूत्रम्. गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति सूत्रमस्ति. इत्युक्ते गत्यर्थकधातूनां प्रसङ्गे, बुद्ध्यर्थकधातूनां प्रसङ्गे, प्रत्यवसानार्थधातूनां प्रसङ्गे. प्रत्यवसानार्थ इत्युक्ते भक्षणार्थे शब्दकर्म अस्ति चेत्, तादृशधातुः अस्ति चेदपि द्वितीयाविभक्तिः भवति प्रयोज्यकर्तुः. अकर्मकधातूनां प्रसङ्गे अपि प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति इति नियमः अस्ति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति तत्र सूत्रमस्ति. उदाहरणार्थम् एकं वाक्यं वदामि. माता पुत्रं मन्दिरं गमयति. माता पुत्रं मन्दिरं गमयति. पुत्रं गमयति. पुत्रम् इति द्वितीयाविभक्तिरूपमस्ति. पुत्रः इति प्रयोज्यकर्ता. गमयति इति णिजन्तरूपमस्ति. पुत्रं गमयति माता. किमर्थं द्वितीयाविभक्तिः इत्युक्ते, गम् धातुः गत्यर्थकधातुः. एवमेव गुरुः छात्रं वेदं पाठयति. छात्रं पाठयति. पाठयति इत्यत्र पठ् धातुः बुद्ध्यर्थकधातुः. इत्यतः छात्रं पाठयति इति द्वितीयाविभक्तिरूपं सिद्ध्यति. माता पुत्रं हासयति, तत्र वदतु. माता पुत्रं हासयति. हस् धातोः रूपं हसति, हासयति. माता अकर्मकधातु अस्ति चेत् द्वितीय भवति. उत्तमम्. अत्र हस् धातुः अकर्मकधातुः अस्ति इति कारणतः पुत्रम् इति द्वितीयाविभक्तिः भवति. पच् धातुः अस्ति चेत् पुत्रेण पाचयति. माता पुत्रेण अथवा पुत्र्या ओदनं पाचयति. इत्युक्ते सामान्यनियमः तु प्रयोज्यकर्तुः तृतीयाविभक्तिः एव. किन्तु केषाञ्चन परिगणितानां विशिष्टधातूनां प्रयोगे णिजन्तरूपेषु प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति. तदेव अत्र अस्ति. गुरुः छात्रान् पाठयति. तत्र छात्रान् इति द्वितीयाविभक्त्यन्तं रूपं तदर्थमस्ति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ सूत्रेण अत्र द्वितीयाविभक्तिः भवति. द्वितीयं वाक्यं करोतु. भवान् बहुवारं पठिष्यति. लृट्लकार अस्ति पठिष्यति. भवान् बहुवारं पठिष्यति इत्यत्र इडागमः अस्ति. वदतु. पट् धातुः स्या प्रत्ययः. पट् धातु अपि इडानुकूलः भवति. स्यापि इडानुकूलः भवति. पट् योगः स्या योगः ति. पटियोगः ई योगः स्या योगः ति. पठिष्यति. उत्तमं. स्या प्रत्ययः सकारादिप्रत्ययः. सर्वे सकारादिप्रत्ययाः सेट् प्रत्ययाः. इत्युक्ते सकारः वल् प्रत्याहारे अस्ति. नेड् वशीकृतिसूत्रं कृदन्तरूपाणां प्रसङ्गे एव. पठिष्यति इति तिङन्तरूपमस्ति. आर्धधातुकप्रत्ययः. स्या प्रत्ययः आर्धधातुकप्रत्ययः. पठिष्यति इत्यत्र तिङन्तरूपम् अस्ति. कृदन्तानां प्रसङ्गे एव सूत्रद्वयम् आवश्यकम्. तिङन्तानां प्रसङ्गे केवलं प्रथमं सूत्रं पर्याप्तम् इत्युक्ते आर्धधातुकस्येड् वलादेः सूत्रं पर्याप्तमस्ति तिङन्तानां प्रसङ्गे. कृदन्तानां प्रसङ्गे कृत् प्रत्ययस्य आदिमवर्णः वलादिः भवेत् किन्तु वशादिः मा भवेत् इति तत्र विषयः खलु. आम् कृतिवशि नेड्वशीकृति नेड्वशीकृति. भवान् प्रातिपदिकं वदतु. भवत् भवत् प्रातिपदिकमस्ति. भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः. उत्तमं. स्त्रीलिङ्गे अपि तस्य रूपाणि भवन्ति. भवत् प्रातिपदिकात् पुंलिङ्गे भवान्, स्त्रीलिङ्गे भवति, नपुंसकलिङ्गे भवत्, स्त्रीलिङ्गे भवति, भवत्यौ भवत्यः, भवती भवत्यौ भवतीः. उत्तमम्. अग्रिमं वाक्यं करोतु. वर्षे वयं नवरात्रोत्सवम् आचरामः. वर्षे नवरात्रोत्सवं बहुवारं वा एकवारं खलु वर्षे. आम् एकवारं वयं नवरात्रोत्सवम् आचरामः. नवरात्रिः अस्ति चेत् महोदय भवान् वदतु. नवरात्रोत्सवं वर्षे कदा वयं नवरात्रोत्सवम् आचरामः. वर्षे एकवारं वयं नवरात्रोत्सवम् आचरामः इति उत्तरं भवति तस्य. नवरात्रोत्सवम् इत्यत्र गुणसन्धिकार्यमस्ति. भवान् वदतु. नवरात्रेः उत्सवम् इक्वल् टु नवरात्रोत्सवं षष्ठी तत्पुरुषसमासः भवति किल. न, विशिष्टचिन्तनं किम् इत्युक्ते नवानां रात्रीणां समाहारः नवरात्रम्. नवरात्रिः इति वदामः, तत्पदम् असाधु. नवरात्रम् इति नपुंसकलिङ्गपदं भवति, समस्तपदम्. नवानां रात्रीणां समाहारः इति एव वक्तव्यमस्ति. नवरात्रम् उत्तरपदं रात्रिशब्दः अस्ति चेत् तत्र विशिष्टसूत्राणि सन्ति इति कृत्वा नवरात्रम् इति वक्तव्यमस्ति, समस्तपदम्. नवरात्रस्य उत्सवं, नवरात्र इति प्रातिपदिकं, नवरात्रयोगः उत्सव, अकार उकारयोः मध्ये सन्धिकार्यं भूत्वा, गुणसन्धिकार्यं भूत्वा नवरात्रोत्सवम्. अत्र समासः भवति, किं वदामः, द्वन्द्वसमासः किल, समाहारद्वन्द्वसमासः. न, द्विगुसमासः. द्विगुसमासः, ओ ओके. द्वन्द्व इति कथनेन उभयपदार्थप्राधान्यं वर्तते. रामः च कृष्णः च उभयपदार्थप्रधानः द्वन्द्वः. किन्तु अत्र द्विगुसमासः अस्ति. नवानां रात्रीणां समाहारः नवरात्रम्. समस्तपदं तु नवरात्रम्, किन्तु लोके नवरात्रिः इति केचन वदन्ति. तत्र साधुरूपम् अस्ति नवरात्रम्. अत्र गुणसन्धिकार्यं दृश्यते. अन्तिमं पदं भवान् करोतु. भगिनी वदतु. नवरात्रपर्यन्तं यत् उत्सवं तत् नवरात्रोत्सवम्. बहुव्रीहिसमासः भवितुं तत्र एकः नियमः अस्ति. अन्यपदार्थप्रधानः बहुव्रीहिः. अन्यपदार्थप्रधानः इत्युक्ते उदाहरणार्थं पूर्वपदस्य प्राधान्यं नास्ति, उत्तरपदस्य प्राधान्यं नास्ति, अन्यपदस्य प्राधान्यमस्ति. तदानीम् एव बहुव्रीहिसमासः भवति. तदर्थमेव बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति. स्थितप्रज्ञः, स्थितप्रज्ञः इति कथनेन स्थिता प्रज्ञा यस्य सः. तत्र स्थित इति पदस्य प्राधान्यं नास्ति, प्रज्ञा इति पदस्य प्राधान्यं नास्ति, किन्तु अन्यपदार्थप्राधान्यम् अस्ति. स्थितप्रज्ञः एकः पुरुषः. स्थितप्रज्ञः एकः योगी. योगिनः विशेषणं भवति स्थितप्रज्ञः, खलु. भक्तस्य विशेषणं भवति स्थितप्रज्ञः. तत्र स्थित इति पदस्य प्रामुख्यता नास्ति, प्रज्ञा इत्यस्यापि प्राधान्यं नास्ति, अन्यपदार्थप्राधान्यमस्ति. स्थितप्रज्ञः एकः पुरुषः. यत्र यत्र अन्यपदार्थप्राधान्यं वर्तते तत्र एव बहुव्रीहिसमासः इति वक्तुं शक्यते. अत्र रात्रिः इति पदस्य प्राधान्यमस्ति, रात्रेः प्राधान्यमस्ति. नवरात्रम् इत्यस्मिन् पदे रात्रिशब्दस्य प्राधान्यमस्ति. नव इति संख्यावाचकपदम् आदौ अस्ति इत्यतः द्विगुसमासः अस्ति नवरात्रम् इत्यस्मिन् पदे. द्विगुसमासः अपि तत्पुरुषसमासस्य प्रभेदेषु अन्यतमः. तत्पुरुषसमासे बहवः प्रभेदाः सन्ति. तत्पुरुषसमासस्य प्रभेदः एव कर्मधारयः. तत्पुरुषसमासस्य प्रभेदः एव द्विगुसमासः अपि. तत्पुरुषसमासस्य नियमः कः? उत्तरपदार्थप्रधानः तत्पुरुषः इति नियमः अस्ति. यस्मिन् पदे उत्तरपदप्राधान्यं वर्तते तस्मिन् समस्तपदे तत्पुरुषसमासः अस्ति इति वक्तुं शक्यते. द्विगुसमासः अपि तत्पुरुषसमासस्य एकः प्रभेदः. समस्तपदेषु कस्य पदस्य प्राधान्यमस्ति इत्यस्य निर्णयः कथं क्रियते तस्य कृते अपि चिन्तनम् अस्ति. किन्तु अत्र नवानां रात्रीणां समाहारः नवरात्रम् इति द्विगुसमासः अस्ति. समाहारद्विगुः इति वदामः. समाहारद्वन्द्वः भिन्नः, समाहारद्विगुसमासः भिन्नः. अत्र समाहारद्विगुसमासः अस्ति. द्विगुसमासस्य प्रसङ्गे साधारणतया आदौ सङ्ख्यावाचकपदमस्ति, किन्तु अपवादाः सन्ति. इत्युक्ते केवलं सङ्ख्यावाचकपदमस्ति चेत् द्विगुसमासः इति वक्तुं न शक्यते. पञ्चानां वटानां समाहारः पञ्चवटी. वदतु, पञ्चपात्रं. पञ्चानां पात्राणां समाहारः पञ्चपात्रम् इति. उत्तमम्. अष्टाध्यायी. अष्टानाम् अध्यायानां समाहारः. उत्तमम्. एवं समाहारद्विगुसमासः अस्ति नवरात्रम् इत्यस्मिन् पदे अपि. तत्पुरुषसमासस्य एकः प्रभेदः एव द्विगुसमासः. अत्रापि उत्तरपदप्राधान्यं वर्तते. समासः केवलं स्थूलरीत्या वदामश्चेत् चत्वारः प्रकारकाः एव सन्ति. उत्तरपदार्थप्रधानः तत्पुरुषः, पूर्वपदार्थप्रधानः अव्ययीभावः, उभयपदार्थप्रधानः द्वन्द्वः, अन्यपदार्थप्रधानः बहुव्रीहिः. चत्वारः प्रकाराः एव दृश्यन्ते, किन्तु तेषु समासेषु बहवः प्रभेदाः सन्ति. बहवः प्रभेदाः दृश्यन्ते इति वार्ता अस्ति. अन्तिमं वाक्यं करोतु भवान्. शिशुः दिने वारं वारं दुग्धं पिबति. शिशुः दिने वारं वारं दुग्धं पिबति. शिशुः, शिशुः इति पदं सामान्यं पदमेव, अकारान्तपदं. दिने इत्युक्ते प्रतिदिनम् इति इति अर्थं सिद्ध्यति इति. दिनस्य अन्ते सप्तमी विभक्तिः अस्ति. वारं वारं वारं वारं बहुवारम् इति अर्थः. दुग्धं पिबति, दुग्धं क्षीरं पिबति इति इति अर्थः. तदेव दुः धातोः क्तान्तरूपमेव दुग्धं. दुः धातोः लटिरूपं किमस्ति? लटिरूपं तदेव दोग्धि. दुः धातुः अदादिगणे अस्ति, हकारान्तधातुः. दुः इति हकारान्तधातुः, तस्य लटिरूपं दोग्धि. दुग्धम् इति क्ताप्रत्ययान्तरूपम् अस्ति, क्तान्तरूपम्. पा धातुः अस्ति, पा धातोः रूपमेव पिबति. तत्र किम् अस्ति? तत्र पिबति, तत्र पिबति इति लट् रूपमेव किल. लट् रूपमेव. तत्र एकं विशिष्टं सूत्रम् अस्ति, पिब आदेशः भवति. पाघ्राध्मा इति सूत्रेण पिब आदेशः भवति. अन्तिमं वाक्यं करोतु. अहम् अद्य आरभ्य सत्यं वदामि. अहम् अहम् इति सामान्यपदमेव. अद्य आरभ्य, अद्य इति अव्ययपदमेव. आरभ्य आङ्पूर्वक रब् धातोः यवन्तम् अव्ययम्. सत्यं, ओके, सत्यं वदामि. सत्यम् इति पदं कदा शक्यते? सत् सत्यम् इत्युक्ते यदार्थं खलु यथार्थं तथ्यं यथार्थं यथार्थम् इत्युक्ते यथा अव्ययी यथा अर्थं यथार्थं सतेहितं सत्यम् इति लिखितमस्ति सत्यम् अस्य अस्मिन् वा अस्ति तत्र मतु प्रत्ययस्य योजनेन किं रूपं सिद्ध्यति सत्यम् अस्य अस्मिन् सत्यवान् इति सत्यवान् इति रूपं सिद्ध्यति मतु प्रत्ययान्तरूपं सत्यवान् तत्र प्रातिपदिकं किम् सत्य इति प्रातिपदिकं भवति सत्य इति सत्य इति प्रातिपदिकम् आदौ स्वीकुर्मः नूतनप्रातिपदिकं किम् नूतनप्रातिपदिकं सत्यवत् इति सत्यवत् स्त्रीलिङ्गे किं भवति सत्यवती इति रूपं सिद्ध्यति स्त्रीलिङ्गे सत्यवान् सत्यवती सत्यवत् इति त्रिषु लिङ्गेषु भवति सत्यवत् प्रातिपदिकमस्ति सत्यम् अस्य अस्मिन् वा अस्ति इत्यस्मिन् अर्थे मतुक् इति प्रत्ययं योजयामः सत्य इति अकारान्तप्रातिपदिकमस्ति अकारान्तप्रातिपदिकमस्ति चेत् मकारस्य स्थाने वकारः आयाति तदर्थमपि सूत्रमस्ति सत्यवान् सत्यवती सत्यवादिन् इति नकारान्तप्रातिपदिकमस्ति चेत् प्रथमान्तं किम् अस्ति सत्यवादी सत्यवादिनौ सत्यवादिनः सत्यवादिनं सत्यवादिनौ सत्यवादिनः तदेव उत्तमं सत्यं वदति इति सत्यवादी सत्यव्रतः इति पदमस्ति चेत् सत्यव्रतः नकार प्रातिपदिकं योजनीयं वा सत्यव्रतः इति समस्तपदमस्ति सत्यं व्रतं यस्य सः ओके सत्यं व्रतं यस्य सः ओके व्रतरूपेण स्वीकृतवान् सत्यं सत्यं वदनीयं सत्यमेव वदनीयम् इति वक्तव्यम् इति व्रतं स्वीकृतवान् यः सत्यं स्वीकृतवान् सः सत्यव्रतः सत्यव्रतः सत्यव्रतौ सत्यव्रताः रोहिणी भगिनी पूर्वं पृष्टवती सत्यव्रतः सत्यव्रतः इति यस्य कस्यापि नाम अपि भवितुमर्हति राज्ञः नाम भवितुमर्हति पुरुषस्य नाम भवितुमर्हति सत्यव्रतः नाम्ना एकः राजा आसीत् तथा पुस्तकेषु पश्यामः सत्यं व्रतं यस्य सः तत्र विग्रहवाक्यं सत्यव्रतः इत्यत्र सत्य इत्यस्य प्राधान्यं नास्ति व्रत इत्यस्य प्राधान्यं नास्ति सत्यव्रतः इति कथेन एकः पुरुषः अस्ति तस्य व्रतं सत्यवाचनं सर्वदा सत्यं वदति इति अर्थः अस्ति सत्यव्रतः इति अन्यस्य विशेषणं भवितुमर्हति तस्मिन् पदे बहुव्रीहि समासः अस्ति सत्यम् इत्यस्य पर्यायवाचकपदमस्ति ऋतं ऋतम् अनृतम् इत्युक्ते अनृतमित्युक्ते असत्यवादी इति असत्यं सत्यम् इति पदस्य पर्यायवाचकपदमस्ति ऋतम् ऋतम् अनृतम् अनृतम् इत्युक्ते असत्यम् एकः श्लोकः अपि अस्ति सत्यं ब्रूयात् प्रियं ब्रूयात् एष धर्मसनातनः इति एकः श्लोकः अस्ति नानृतं ब्रूयात् अनृतं मा वदतु सत्यवान् सत्यवती इत्यादीनि रूपाणि सन्ति अग्रिमे पाठे किञ्चित् उक्त्वा समापयामः सुजाता भगिनी भवती पठतु पाठस्य शीर्षकं वदतु शनैः शनैः उपरमेत् शनैः शनैः अव्ययपदमस्ति उपसर्ग अस्ति रं धातुतः रमेत् विधिलिङ्गपदमस्ति विधिलिङ्गकाररूपमस्ति आम् रं धातोः प्रसङ्गे भवती यद् जानाति तद्वदतु रं धातु समयाभावात् अहं वदामि रम् धातुः आत्मनेपदी धातुः आत्मनेपदी धातुः अस्ति चेत् तत्र लटीरूपं किं भवति रमेत् रम्यते न रमते रम्यते कर्मणि प्रयोगमस्ति रम्यते इति कर्मणि रूपम् अस्ति रमुक्रीडायाम् इत्यस्मिन् अर्थे धातुः तु आत्मनेपदी धातुः आत्मनेपदि धातुः अस्ति इति कारणतः रमते रमेते रमन्ते एवम् आत्मनेपदिरूपाणि सिद्ध्यन्ति. उपरमेत् इति लिखितम् अस्ति. अत्र दोषः अस्ति. किमर्थं दोषः अस्ति? कोऽपि वदतु, रोहिणी भगिनी वा अथवा सुन्दरमहोदय वा कोऽपि वदतु, अत्र दोषः अस्ति. उपरमेत् इति इत्युक्ते उप इति अन्तिकमेव समीपमेव रमते इति अर्थः भवति किल. उप इति कथनेन उपसर्ग योग उप इति उपसर्ग योजनीयम्. उपयोगे रम धातोः विधिलिङ्ग् भवति. अत्र मम प्रश्नः कः इत्युक्ते, धातुः तु आत्मनेपदी धातुः. इदं वाक्यं भगवद्गीतातः उद्धृतं वाक्यं. भगवद्गीतायां षष्ठाध्यायस्य पञ्चविंशतितमः श्लोकः, शनैः शनैः उपरमेत् इति लिखितमस्ति. श्लोके एव तथा लिखितमस्ति, किन्तु आत्मनेपदी धातुः अस्ति इति कारणतः आत्मनेपदी विधिलिङ्गकाररूपं वक्तव्यम्. रम धातोः विधिलिङ्गकाररूपं कथं भवेत्? रमेत इति रूपं भवेत्, किन्तु श्लोके एव रमेत् इति दत्तमस्ति. किन्तु साधुरूपं किं? रमेत, रमेयातां, रमेरन्, रमेथाः, रमेयाथां, रमेध्वं, रमेय, रमेवहि, रमेमहि, एवं रूपाणि भवन्ति. अत्र वार्ता का? रमेत इति लेखनीयं, किन्तु श्लोके एव परस्मैपदित्वेन प्रयोगः कृतः. अस्मिन् श्लोके आर्षप्रयोगः इति वदामः, ऋषीणां कृतः प्रयोगः, इत्यतः असाधु इति न वक्तव्यम्. किन्तु रम धातोः विधिलिङ्गकाररूपम् अस्ति रमेत. वृत् धातोः रूपं वर्तेत इति भवति. वयं लिखामः चेत् रमेत इति एव लेखनीयम्. अयम् एकः आर्षप्रयोगः भगवद्गीतायाम्. उपरमेत् इति तु न वक्तव्यम्. सुजाता भगिनी, उपरमेत् उच्चैः पठता अवगच्छता च. उच्चैः अव्ययपदमस्ति. पठता पठधातुतः लोट् लकार मध्यमपुरुष बहुवचनमस्ति. अवगच्छता अव उपसर्ग गम धातुतः अवगच्छत सिज्यति च. अव उपसर्गः अस्ति चेत् अवगच्छति. अ उपसर्गः अस्ति चेत् आगच्छति. सम् उपसर्गः अस्ति चेत् सङ्गच्छति. सङ्गच्छते, सङ्गच्छते. तत्रापि सूत्रमस्ति, सम् उपसर्गपूर्वकः गम् धातोः रूपम् आत्मनेपदी भवति. सङ्गच्छते, निर्गच्छति. उत्तमम्. प्रत्यागच्छति इत्युक्ते? प्रति आगच्छति, प्रति आगच्छति, कमिङ्ग् बेक्. अत्र पश्यतु, अवगच्छति, आगच्छति, प्रत्यागच्छति, सङ्गच्छते, निर्गच्छति. एतेषां पदानाम् अर्थाः भिन्नाः. किमर्थं चेत् अत्र उपसर्गः भिद्यते. इदानीं वदतु, अत्र किं लिखितम्? शीघ्रं, मन्दम्, उच्चैः, शनैः, सम्यक्. सर्वाणि पदानि अव्ययपदानि सन्ति. शीघ्रं अत्र वाक्यानि वदतु एकवारम्. अश्वः शीघ्रं गच्छति. गजः किल, एतत् क्रियाविशेषणं पदं किल, शीघ्रम् इति. कथम् इति प्रश्ने सति, शीघ्रम् इत्यस्मिन् स्थाने क्षिप्रं, सत्वरं, त्वरितम् एवं वक्तुं शक्यते. विलम्बेन विना, विलम्बं विना इत्यपि वक्तुं शक्यते. त्वरितगत्या, शीघ्रम् इत्युक्ते त्वरितगत्या, विलम्बेन विना, विलम्बं विना इति वक्तुं शक्यते, खलु? गजः मन्दं गच्छति. मन्दं शनैः, अग्रे सिंहः उच्चै गर्जति. सिंह गर्जनं लौड् उच्चै भवति. गर्जनम् इति कीदृशं पदम्? गर्जति रोरिङ्ग्. रोरिङ्ग् अत्र लटीरूपं दत्तमस्ति. गर्जति गर्जनम् इति ल्युडन्तमस्ति. ल्युडन्तम् अग्रे गायिका सम्यक् गायति. गायिका स्त्रीलिङ्गपदमस्ति. सम्यक् सम् उपसर्गः अस्ति. अव्ययपदमेव. कथं साधनम् इति अन्या वार्ता. गायकः इति पुंलिङ्गे अस्ति, किन्तु गायिका इति स्त्रीलिङ्गे दत्तं. स्त्रीलिङ्गे अस्ति. गायति तिङन्तपदम् अस्ति. बालिका सम्यक् पठति. बालिका अपि स्त्रीलिङ्गपदमस्ति, आकारान्तस्त्रीलिङ्गं. पठति तिङन्तपदमस्ति. सम्यक् सम्यक् विशेषणमस्ति. न, क्रियाविशेषणम् एड्वर्ब् इति वदामः. विशेषणं भिन्नं, क्रियाविशेषणं क्रियस्य क्रियायाः क्रियां वर्णयति. सा बालिका पठति. कथं कथमिति प्रश्ने तत् सम्यक् पठति. अग्रे चटकः शनैः शब्दं करोति. चटकः इत्युक्ते चटकः पिञ्जे स्पारो. स्पारो इति अर्थः भगिनी उक्तवती. पक्षिविशेषः अथवा पक्षिभेदः इति वक्तुं शक्यते. स्पारो आङ्ग्लभाषया वक्तुमिच्छामश्चेत्. अग्रे शब्दं करोति. एतत् भोजनम् उत्तमम् अस्ति. एतत् शब्दस्य एतत् भोजनं दन्तपदमस्ति. भोजनम् उत्तमम् अस्ति. असधातुतः तिङन्तपदम् अस्ति. उत्तमं. भुज् धातोः रूपमेव भोजनं. भोजनं भुज् धातौ भोगन्तलघुपथस्य च इत्यनेन गुणकार्यं कृत्वा भोज् भवति. अन योजयामः. भोजन इति रूपं सिद्ध्यति. पक्षिविशेषः इति उक्तवती. पक्षी तत्र प्रातिपदिकं किम्? पक्षी एव. न, पक्षिन्. रूपाणि वदतु. पक्षिन् पक्षिणौ पक्षिणः. पक्षी पक्षिणौ पक्षिणः. पक्षिणं पक्षिणौ पक्षिणः. उत्तमम्. अत्र बहुषु रूपेषु णत्वं दृश्यते. पक्षी पक्षिणौ पक्षिणः. पक्षिणं पक्षिणौ पक्षिणः. तृतीयाविभक्तिरूपं पक्षिणा पक्षिणा पक्षिणौ भ्यां पक्षिभ्यां पक्षिभ्यां पक्षिभिः. एवं रूपाणि भवन्ति. णत्वम् अस्ति. निमित्तं किम्? शकारः अस्ति. क्षि शकारः अस्ति इति कारणतः. अभ्यासं कर्तुम् इच्छन्ति चेत् अभ्यासं कुर्मः. सूर्यकुमारी भगिनी भवती करोतु. धन्यवादः. शीघ्रं मन्दं सम्यक् उच्चैः शनैः क्रियाविशेषानि सन्ति. एतेषु उचितेन शब्देन रिक्तस्थानानि पूरयत. प्रथम उदाहरणमस्ति. भीमः भोजनं करोति. भीमः शीघ्रं भोजनं करोति. श्रीकृष्णः रथं चालयति. श्रीकृष्णः सम्यक् रथं चालयति. अत्र चालयति इति णिजन्तरूपमस्ति. चाली इति नूतनधातुः अस्ति. रथं द्वितीयाविभक्त्यन्तं रूपं किमर्थमस्ति? गत्यार्थक अस्ति चेत्. अत्र गत्यर्थकधातुः अस्ति इति कारणतः प्रयोजककर्ता अस्ति श्रीकृष्णः. प्रयोजककर्ता इति श्रीकृष्णः, प्रयोज्यकर्ता रथः रथः, चालयति इति गत्यर्थकधातुः अस्ति इति कारणतः प्रयोज्यकर्तुः द्वितीया विभक्तिः खलु. गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ. बहुदीर्घमस्ति सूत्रम्, अग्रे पठतु. क्षेपणी गच्छति, क्षेपणी शीघ्रं गच्छति. सैनिकानां पत्न्यः, ओ पत्न्यः विलपनं कुर्वन्ति, उच्चैः विलपनं कुर्वन्ति. सैनिकानां पत्न्यः, पत्न्यः तत्र रूपं किमस्ति एकवचनं? पत्नी, पत्नी, पत्न्यौ, पत्न्यः. विलपनं कीदृशं पदम्? विलपत् वि उपसर्गसः लिडन्तपदमस्ति. उत्तमम्. अत्र लप् इति धातुः अस्ति, लपति, लप् धातोः लटिरूपं लपति, विलपति इति लटिरूपम् अस्ति. वि उपसर्गपूर्वकः लप् धातुतः ल्युट् योजनेन विलपनं. सैनिकानां पत्न्यः विलपनं कुर्वन्ति खलु. आम् भगिनि, अग्रे करोतु. कुर्मः. सन्देहः, क्षेपणी इत्युक्ते किं? बोट् इति वा? राकेट्. क्षिपणिः, क्षेपणी, नौकादण्डः, ओर् इति दत्तमस्ति. नौकादण्डः इति दत्तमस्ति. क्षिपणिः इत्युक्ते राकेट् इति मम अवगमनम्. क्षिपणि इति ओर् एव, ओ ए आर्, ओर् एव. वदतु. क्षिपति, सः सः जलं क्षिपति अग्रे गमनाय, दट् इस् नौकाम् अग्रे गमनाय सः क्षेपणी जलं क्षिपति. दट् इस् बेक्, बेक् इत्युक्ते क्षिप् धातोः रूपमेव, लट्टीरूपमस्ति क्षिपति. किन्तु कर्मणि लट् वदतु. कर्मणि लट् क्षिप्यते, क्षिप्यते, क्षिप्यते. क्षेपणी इति कथनेन क्षिप्यते अनया. नौकादण्डः इति दत्तमस्ति, क्षिप्यते अनया, अनया क्षिप्यते. किमर्थं तत्र गुणः भवति क्षेपणी इति? तत्र घञ् प्रत्ययः वा? क्षेपः, क्षेपः तु गुणकार्यमस्ति, स्त्रीलिङ्गपदमस्ति खलु. स्त्रीप्रत्ययः इतोपि अन्यत् कार्यमस्ति. क्षिप् धातुतः क्षेपः इति घञन्तरूपम्. रोहिणी भगिनी वदतु. क्षेपणम् इत्यस्य थ्रोयिङ्ग् अर्थः, क्षेपणम् इत्युक्ते थ्रोयिङ्ग्. क्षिप् धातोः ल्युडन्तरूपमेव क्षेपणम्. तदेव थ्रोयिङ्ग् द्रोयिङ्ग् बेक् द वाटर्, तदेव अर्थः थ्रोयिङ्ग् बेक् द वाटर्. किमर्थं क्षिपणिः इत्यस्य अर्थः राकेट् इति दत्तमस्ति? राकेट् इत्युक्ते क्षिपणिः इति किमर्थम् उक्तमस्ति? थ्रोयिङ्ग् बेक् द एर्, गच्छति अस्ति. राकेट् इत्युक्ते क्षिपणिः इति वदामः, तत्र क्षेपणं भवति खलु. भगिनि, यथा रोहिणी भगिन्या उक्तमस्ति, क्षेपणम् इत्युक्ते थ्रोयिङ्ग् ल्युडन्तमस्ति. क्षिप् धातोः लटिरूपं क्षिपति, कर्मणि लट् क्षिप्यते, क्षिप्यते अनया एव क्षेपणी. अग्रिमं वाक्यं रोहिणी भगिनी भवती करोतु. क्षम्यतां. कूर्मः मन्दं गच्छति. अग्रे अग्रे न शृणोमि, किञ्चित् उच्चैः वदतु. उत्तमं. शृणोमि इति लिखितमस्ति. धातुः तु श्रुधातुः, तत्र शकारः, रेफः, उकारः अस्ति. किन्तु लटि रूपेषु श्रुवः श्रुच इति सूत्रेण श्रु आदेशः भवति. तदर्थमेव शृणोमि ईदृशं रूपं लेखनीयमस्ति. इत्युक्ते सार्वधातुकलकारेषु श्रुधातोः प्रसङ्गे श्रुवः श्रुच इति सूत्रेण शकारः ऋकारः तादृशं रूपम् अत्र आयाति, तदर्थमेव शृणोमि. किन्तु धातुः तु तालव्यशकारः रेपः उकारः श्रुवः श्रुच इति सूत्रेण ईदृशं रूपं सिध्यति. अग्रे करोतु. एतत् पुस्तकं बहु सम्यक् अस्ति. अग्रे भीमः सम्यक् पाकं करोति स्म. करोति स्म इति लिखितमस्ति. करोति स्म इत्युक्ते करोति एव. आं महोदय वदतु. भूतकाल करोति स्म इति कथनेन भूतकालार्थः सिद्ध्यति. कृतवान् इत्यर्थः. भीमः पाकं कृतवान्, सम्यक् पाकं कृतवान् इत्यर्थः सिद्ध्यति. ईदृशानि पदानि करोति स्म, जानामि स्म, पचति स्म, क्रीडति स्म, पठति स्म, भवति स्म, ददाति स्म, ईदृशप्रयोगः भवति. अनद्यतनभूतकालार्थे पश्यन्तु, अद्यतनभूतकालः नास्ति. अनद्यतनभूतकालार्थे परोक्षभूतकालः अस्ति चेत् एकं सूत्रमस्ति लट् स्मे इति सूत्रेण लट् प्रत्ययः भवति स्म उपपदेन सह. स्माशब्दः भूतकालार्थद्योतकः भवति अथवा स्माशब्दः भूतकालार्थं द्योतयति. तत्र सूत्रमस्ति लट् स्मे. स्म इति उपपदेन सह लट् प्रत्ययः भवति, तदर्थमेव करोति स्म, जानाति स्म, पचति स्म, क्रीडति स्म, पठति स्म, एवं रूपाणि भवन्ति. स्म योजनेन अनद्यतनपरोक्षभूतकालः तत्र सिद्ध्यति, तादृशार्थः सिद्ध्यति. पच् धातोः रूपमेव पाकः, घञन्तरूपं. महोदय भवान् वदतु पच् धातोः तवत् रूपं किम्? तवत् रूपं पक्वम् इति रूपं भवति. तवत् रूपं पक्ववान्. क्तान्तरूपं पक्वः, पक्वं. क्तवत् रूपमस्ति पक्ववान्, पक्ववान् क्तवत् रूपं. तत्र एकं सूत्रमस्ति पचोवः, पचोवः इति सूत्रेण वकारः आयाति इति कृत्वा पक्ववान्, पक्ववति, पक्वम् इत्यादीनि रूपाणि सिद्ध्यन्ति. लट् स्मे इति सूत्रमस्ति. स्मे इत्युक्ते स्म इति शब्दस्य सप्तमी विभक्तिरूपम् अस्ति. लट् स्मे इति कथनेन स्मे इति सप्तमी विभक्तिरूपम् अस्ति. अग्रिमं वाक्यं रोहिणी भगिनी करोतु. वृद्धः शनैः वदति. वृद्धः इति कीदृशं पदम्? वर्ध इति धातुः. वर्ध वर्धते इति आत्मनेपदीरूपं भवति. न तत्र धातुः वर्ध नास्ति, वृद्ध. वृद्ध ओके. वृद्ध इति धातोः आत्मनेपदीरूपं वर्धते इति भवति. वृद्ध धातोः वृद्धः इति रूपं हयन्तरूपम् इति. सूर्यकुमारी भगिनी वदतु. वृद्धदातः अच् प्रत्ययमहं भगिनि. न क्तान्तरूपम्. ओ क्तात् ओके. रोहिणी भगिनी वक्तुमिच्छति वा? वृद्धयोगः ता द्वोर्धः सूत्रं विस्मृतवती. वृद्ध इति धातोः लटीरूपं वर्धते. वृद्धधातुतः क्ता प्रत्ययस्य योजनेन वृद्ध इति रूपं भवति. तत्र सूत्रद्वयं स्मर्तव्यम्. झषस्तथोर्धोधः एकं सूत्रं. तेन सूत्राणि किं भवति? वृद्ध योगः क्ता. तत्र किमस्ति? वृद्धियोगः क्ता इत्यत्र अनुबन्धलोपे सति ता अवशिष्यते. प्रत्ययस्य अवशिष्टभागः ता अस्ति. वृद्धियोगः ता इति स्थितिः. तत्र झषस्तथोर्धोधः इति सूत्रेण तकारस्य स्थाने धकारः आयाति आदौ. तेन वृद्धियोगः ध इति रूपं. पश्चात् झलां झष् झषि इति सूत्रेण वृद्ध इत्यत्र यः धकारः अस्ति महाप्राणधकारस्य स्थाने अल्पप्राणधकारः आयाति. झलां झष् झषि इति सूत्रेण तेन वृद्धियोगः ध वर्णमेलनेन वृद्ध इति रूपं सिद्ध्यति. वृद्धः इत्युक्ते गतयौवनः. वृद्धधातोः षाणजन्तुरूपं किमस्ति? वर्धमाना प्रा उपसर्गः अस्ति चेत् प्रवर्धमान प्रवर्तमानः प्रवर्धमानः वृद्धधातोः रूपं वर्तमान वृद्धधातोः रूपं प्रवर्धमानः प्रवर्धमानः वृद्धधातोः ल्युडन्तं किमस्ति वर्धनम् उत्तमं वर्धनम् अन्तिमं वाक्यं रोहिणी भगिनी करोतु बुद्धिमान् शीघ्रम् अवगच्छति बुद्धिमान् वदतु अस्ति मधुप्रत्ययः बुद्धिमान् विरूपं स्त्रीलिङ्गे किम् अस्ति बुद्धिमती उत्तमं पूर्वं वयं चर्चितवन्तः सत्यवान् सत्यवती गुणवान् गुणवती रूपवान् रूपवती एवमेव बुद्धिमान् बुद्धिमती बुद्धिः अस्य अस्मिन् वा अस्ति मतुप्रत्ययान्तरूपम् अस्ति बुद्धिमान् शीघ्रम् अवगच्छति बुद्धिमत् इति प्रातिपदिकमस्ति तत्र अन्तिमं वाक्यं पठतु एतादृशवाक्यानां प्रश्नकरणे कथम् इत्यस्य अव्ययस्य प्रयोगः भवति प्रश्ने कथं वदति कथं करोति कथं चालयति इत्येव एतादृशवाक्यानां प्रश्नकरणे कथम् इत्यस्य अव्ययस्य प्रयोगः भवति उत्तमम् अहं कथं भोजनं करोति श्रीकृष्णः कथं रथं चालयति इत्येव भवति इति प्रश्नवाचकवाक्यानि वदतु भीमः कथं भोजनं करोति श्रीकृष्णः कथं रथं चालयति क्षेपणी कथं गच्छति सैनिकानां पत्न्यः कथं विलपनं कुर्वन्ति कूर्मः कथं गच्छति न शृणोमि किञ्चित् तत्र तत्र प्रश्नवाक्यं न आगच्छ कथं वदतु उच्चैः वदतु अग्रे सरतु एतत् पुस्तकं कथमस्ति भीमः कथं पाकं करोति स्म वृद्धः कथं वदति बुद्धिमान् कथम् अवगच्छति एतादृशवाक्यानां प्रश्नकरणे कथम् इत्यस्य अव्ययस्य प्रयोगः भवति अवधेयं यदा भीमः कथं भोजनं करोति उत्तमं पुटद्वयं समापितवन्तः अग्रिमः विषयः अस्ति क्त्वा प्रत्ययान्तानि तस्मिन् प्रसङ्गे आगामिनि सप्ताहे चिन्तनं करिष्यामः सर्वेषां धन्यवादाः धन्यवादाः भगिनी धन्यवादाः भगिनी धन्यवादाः भगिनी